नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे आर्धधातुकप्रकरणे आजन्तधातूनाम् ईडिव्यवस्था करपत्रं 13 इति, तस्मात् आरम्भतः एव पठामः. महोदय, भवान् एव आरम्भं करोतु. तदेव तदेव अहमपि चिन्तितवती. पठामि वा? आं, पठतु महोदय, आरम्भतः एव. सेट् अजन्तदातवः. अजन्तदातवः आधिक्येन अनितः, अतः ये सेटः तेषां ज्ञानेन अजन्तदातूनां ईड्व्यवस्था सौकर्येण ज्ञेयम्. केवलं 14 अजन्तदातवः कण्ठस्थीकरणीयाः, अनेन सर्वेषाम् अजन्तदातूनां ईड्व्यवस्था मनसि सिद्धा. येषु 12 दातवः स्वयं सेटः, श्री, श्वी, शी, दी, यु, रु, नु, स्नु, ष्णु, ष्णु, ृन् तदा द्वौ धातु यौ न केवलं स्वयं सेटौ अपि तु वर्गप्रतिनिधी भूधातु भूधातुः सर्वेषां भूकारान्तधातूनां प्रतिनिधिः, तृ धातुः सर्वेषां दृकारान्तधातूनां प्रतिनिधिः. अस्तु, अजन्तात् आधिक्येन अनेकाः सन्ति, केवलं तत्र 14 धातवः सन्ति ये सेटः सन्ति. तत्र ह्रस्व इकारान्त श्री श्वी इति अस्ति, दीर्घ इकारान्त शी डी इति, अपि च उकारान्तेषु ऊरु नु स्नु क्षु स्नु, अपि च ऋकारान्त धातु ऋ वृङ् इति, अपि च ऊकारान्त सर्वे ऊकारान्तदातवः सेटः भवति, केवलं यौ नौ केवलं स्वयं सेटौ अपि तु. अस्तु, दीर्घ ऋकारान्त दीर्घ उकारान्त सर्वे सेटः इति अस्ति. अतः तत्र उकारान्त उकारान्त कति? एकं द्वे त्रीणि चत्वारि पञ्च उकारान्तानाम् अनन्तरं ऋकारान्तः किं महोदय? कति ह्रस्व उकारान्त कति इति अहं गणयन् आसीत्, तत्र 8 अष्ट क्षम्यताम् षड् उकारान्तदातवः. आं, षड् द्वौ ऋकारान्तदातवः, द्वौ ऋकारान्तौ द्वौ ईकारान्तौ द्वौ ईकारान्तौ द्वौ इकारान्तौ द्वौ षड् उकारान्तौ ऋकारान्तौ द्वौ, अनन्तरं भूधातुः सर्वे भूधातवः सेटः किल? आमां, ऋकारान्त ईकारान्त अपि च ऋकारान्त द्वौ धातु षड् उकारान्तौ ऊकारान्तौ ऋकारान्तौ सर्वे सेटः. एतदपि तत्र उकारान्तेषु त्रयः असंयोग अस्ति, ऊरु नु इति, अन्ये संयोग स्नुक्षु स्नु इति, किञ्चित् प्लेस् सुलभः भवति. त्रयः असंयोग उकारान्तेषु उकारान्तेषु वा ऊकारान्तेषु ऊकारान्तेषु उकारान्त दीर्घ उकारान्त सर्वे सेटः सेटः. समीचीनं, ऋकारान्तेषु त्रयः त्रयः असंयोगः अस्ति, तत्र किञ्चित् सुलभः भवति. यूरु नु श्रूक्ष्णु इति संयोगः, संयुक्त दातवः. यूरु नु इति असंयुक्त दातवः. अग्रे पठामि वा? आम् आम्, देयं यत् अधः धातुः दीयते, तेन सह च 5 उदाहरणानि दीयन्ते, तास् तुमुन् तव्यत् स्या लृट् स्या इति लृङ् पुरातनपाठे अस्माभिः दृष्टं यत् संस्कृतभाषायाम् आहत्य 30 वरादि अर्धधातुकप्रत्ययाः इडानुकूलाः, ते च लिट् प्रत्ययान् अतिरिच्य वर्गद्वयविभक्ताः, सकारादयः प्रत्ययः सकारादयप्रत्ययः इति. तत्र सकारादीनां प्रक्रिया साम्यं, पुनः सकारादीनां प्रक्रिया साम्यम्, अतः इडागमपाठानन्तरं प्रक्रिया सामूहिकीकृत्य पठिष्यामः. अत्र सकारादि अपि च सकारादिप्रत्ययाः सन्ति, प्रत्ययाः सन्ति, तेषां ते इडानुकूलाः वलादि वलादयाः सन्ति. प्रथमतया तकारादिप्रत्ययाः तास् तास् तृच् तृण् तुमुन् तव्य तव्य तव तु त्वा इति प्रत्ययाः. तकारादिप्रत्ययेषु एक एव तिङ् सम्बन्धः, सः तास् इति विकरणलुट्लकारः अस्ति. तास् इति विकरणप्रत्ययः अस्ति, अन्ये सर्वे कृत्प्रत्ययाः सन्ति. तास् इति विकरणं लुट्लकारे, तदा अवशिष्टा यावन्त तकारदिरनुकूलप्रत्याके ते कृत्प्रत्ययाः सन्ति. अतः क्रमेण लुट्लकारानन्तरं तान् क्रमेण पठिष्यामः. तृच् त्रीण् तुमुनु तव्य तव्यत्त तव तु त्वाच, यतोहि वारं वारं समानकार्येण नैपुण्यं जायते, तदा सकारादिप्रत्ययसम्बद्धपाठः भविष्यति. स्या सन् सिक् सियुट् से से सेन् सिक् च. इदानीम् आदौ तत् तकारादीनां भवति अस्माकं पाठः, अनन्तरं सकारादि. किमर्थमित्येत् तत्र सामान्य भवति तकारादि तकारादि तकारादौ सामान्यकार्यं, सकारादौ सामान्यकार्यम् इति तादृश. एकमस्ति तास् इति प्रत्ययः लुट्लकारस्य विकरणप्रत्ययः अस्ति, अन्ये सर्वे तकारादिप्रत्ययात् तत्र कृत्प्रत्ययः. सकारादिप्रत्ययेषु अपि विकरणप्रत्ययः खलु, स्या स्या इति विकरणप्रत्ययः, सन् इति सनादिप्रत्ययः खलु, सनादि प्रायः इत्यपि सिच् अपि वयं पूर्वं दृष्टवन्तः किल, सिच् सत्यं लुङ्लकारे भवति, लुङ्लकार सियुट् सियुट् अपि सियुट् इति आसीत् लिङ्लकारे. से से न जानामि, से से सेन् सिप् किमस्ति, सिप् इति भिन्नम् अस्ति वा, सिप् इति भिन्नं न तु अस्माकं पठसि मध्यमपुरुष प्रत्ययः न अन्य सेन् से अत्रैव गतपाठे आसीत् वा सिप् विषये, सन् इति सन् प्रत्ययः एव प्रायः अग्रे आगच्छति सिप् प्रत्ययः. अतः प्रत्येकं धातोः कृते त्रीणि प्रमुखः तकारादिप्रत्ययान्तरूपाणि, तदा द्वे प्रमुख सकारादिप्रत्ययान्तरूपे. अस्तु, अनेन धातोः व्यवस्था अपि ज्ञास्यते, तत्तत्सम्बद्धरूपाणि अपि ज्ञास्यते. तास् प्रत्ययान्तरूपं प्रथमतया प्रदर्श्यते, यतोहि तस्य इडागमप्रसङ्गे अपवादभूतरूपाणि न्यूनातिन्यूनं सन्ति. अपि च अस्य तास् प्रत्ययस्य ज्ञानेन तृच् त्रिन् अपि ज्ञायते अस्ति. एका च अकारान्तदातु तत्र पा धातुः अस्ति, तत्र लुट्लकारूपं पाता इति भवति. तुमुन् पातुं तव्यत् पातव्यं, पास्यति अपास्यत, तत् सर्वत्र अनिट् अस्ति अकारान्तदातुः. तत्र अस्माकम् अष्टाध्यायी डाट् काम् अस्ति किल, तत्र धातुपाठः इति अस्ति किल, तत्र एकं फिल्टर् स्थापयितुं शक्नुमः. किम् इत्युक्ते तत्र किम् उक्तवन्तः इदानीं, सर्वे एका चकारान्तदातवः, सर्वे एका चकारान्तदातवः अनिट् इति. अतः तत्र यदा वयं फिल्टर् अनिट् दातवः एकाच् अनन्तरम् अन्तः आकारान्तः किल, आकारान्तः इति स्थापयामः चेत् भगिनी, स्टिप् स्टिप् इति विकरणप्रत्ययः इति दत्तं 3134 बहुलं लेटि लेटि इति अस्ति, लेट् वेदे. ओ समीचीनं, सम्यक् भगिनि. लेट् लेट् स्थापे लिखित्वा स्थापने सम्यक् आकारान्तदातवः आकारान्तः एकाच् अपि अस्ति किल एकाच् तत्र अनिट् दातवः एव किल अनिट् सर्वे अनिट् स्नापाघ्राद्मास्ताम्ना इति उदाहरणानि सन्ति सर्वे अनिटः एकत्रिंशत् दातवः एकाच् आकारान्तदातवः सन्ति चेत् सर्वे अनिटः अत्र आवली अस्ति स्नापा घ्राध्मा साम्ना भा घा या वा भाता रक्षणे अपि पाराधाने ला धा क्या ओहाक् हा ओहाक् त्यागे ओहाङ्गतौ दुदाय दाने सर्वे अनिटः भगिनी उषा भगिनी भवती अपि एकं स्वीकृत्य रूपाणि वदति वा सर्वे एका चाकारान्तदातवः अनिट् महोदयेन पा इति धातुः कृतवान् भवती अग्रिमधातुः वा यत्किमपि स्वीकरोतु पा धातु महोदयेन स्था इति करोतु स्था लुट् प्रत्ययः तास् स्थाता ओके देन् स्तुमन् प्रत्ययः स्थातुं स्थातुं ओके सम्यक् स्थातुं तव्यत् स्थातव्यं स्थातव्यं लृट् प्रत्ययस्य स्थास्यति स्य प्रत्ययः स्थास् लृङ्ग् लृङ्ग् ओके स्थास्यत् ओके अस्थास्यत् अस्थास्यत् समीचीनं तत्र तु आदेशः न भवति किल अतः स्थाता स्थातुं स्थातव्यं स्थास्यति अस्थास्यत् इति एव भवति सम्यक् भगिनी सर्वे पुनरेकवारं पठितुं शक्यते वा भगिनी हा पठतु भगिनी ध्येयं यत् फ्रोम् देर् आन् इट् वेण्ट् टु फास्ट् फार् मी आम् पठतु भगिनी नास्ति चेत् अतः एव 90 निमिषं स्वीकृतवन्तः किल अस्तु भगिनी क्षम्यता ध्येयं यत् अधः धातुः दीयते तेन सह च पञ्च उदाहरणानि दीयन्ते तास् लुट् तुमुन् तव्यत् न न नाट् फ्रोम् दे ओके ओके स्य लृट् प्रत्ययः अपि च स्य लृङ् प्रत्ययः पूर्वतनपाठे अस्माभिः दृष्टं यत् संस्कृतभाषायाम् आहत्य 30 वलादि आर्तधातुकप्रत्ययाः इड् अनुकूलाः ते च लिट् प्रत्ययान् अतिरिच्य वर्गद्वये विभक्ताः सकारादयः प्रत्ययाः सकारादयः प्रत्ययाः च सकारादीनां प्रक्रियासाम्यं पुनः सकारादीनां प्रक्रियासाम्यम् ओके अतः इडागमपाठानन्तरं प्रक्रियां समूहीकृत्य पठिष्यामः प्रथमतया तकारादिप्रत्ययाः तास् तृच् तृन् तुमुन् तव्य तव्यत् थ तवतु त्वा ओके तकारादिप्रत्ययेषु एक एव तिङ् सम्बन्धः सः तास् इति विकरणं लुट् लकारे तदा अवशिष्टाः यावन्तः तकारादि इडनुकूलप्रत्ययाः ते कृत् प्रत्ययाः यावन्तः तकारादि अतः क्रमेण लुट् लकारान्तानन्तरं तान् क्रमेण पठिष्यामः तृच् तृन् तुमुन् तव्य तव्यत् थ तवतु त्वा च ओके यतोहि वारं वारं समानकार्येण नैपुण्यं जायते तथा सकारादिप्रत्ययसम्बन्ध पाठः भविष्यति. स्य सन् सिच् सियुट् से से सेन् सेनन् सिप् सेन् इत्यपि तिङ्गसम्बन्धप्रत्ययः एव. अत्र जनार्दन हेग्डे महोदयस्य एकं पुस्तकमस्ति, तत्र एकं टेबल् रूपेण दत्तमस्ति. ईडर्हाः प्रत्ययाः तिङ्सम्बन्धाः कृतः इति. तिङ्सम्बन्धप्रत्ययेषु तत्र विभागद्वयं, लिट् सम्बन्धाः अन्ये. लिट् सम्बन्धाः तल् व म से द्वे वहे महे, तदेव वयं तस्मिन् समये गतवर्गे दृष्टवन्तः, सप्तप्रत्ययाः. अन्ये अन्ये तिङ्सम्बन्धाः प्रत्ययाः सिच् सियुट् सन् से से सेन् स्य सिप् इति अष्टप्रत्ययाः. अतः अष्ट प्लस् एय्ट् प्लस् सेवेन् इति तत्र तिङ्सम्बन्धप्रत्ययाः. कृत् कृत् प्रत्ययाः प्रसिद्धाः, तव तु त्वा तुमुन् तव्य तव्य तृच् तृन् इति अष्ट. अन्ये अन्ये कृतः ता तवै तवेन् तवेङ् तोसून् त्वन् क्वसु इति अष्ट. सो तत्र पञ्चादश पञ्चादश त्रिंशत् प्रत्ययाः. सः सेन् सेन् सिप् सन् से से सर्वमपि तिङ् सम्बन्धप्रत्ययाः एव, न तु कृत्. अतः प्रत्येकं धातोः कृते त्रीणि प्रमुख प्रमुखतकारातिप्रत्ययान्तरूपाणि, तदा द्वे प्रमुख प्रमुखसकारादिप्रत्ययान्तरूपे. ओके, अनेन धातोः इड् व्यवस्था अपि ज्ञास्यते, तत् तत्तत् सम्बन्धसूत्राणि अपि ज्ञास्यन्ते. तास् प्रत्ययान्तरूपं प्रथमतया प्रदर्श्यते, यतोहि तस्य इडागमप्रसङ्गे अपवादसूत्राणि न्यूनानि न्यूनं सन्ति, न्यूनातिन्यूनं सन्ति. अपि च अस्य तास् रूपस्य ज्ञानेन तृच् तृन्नपि ओके ज्ञायेत. अस्तु भगिनि, तु एकाचाकारान्त. आं भगिनि, आम्. अतः प्रथमम् एकाचाकारान्तः दत्तवन्तः सर्वे अनिटः, एकाचाकारान्तेषु सर्वे अनिटः. अतः सेट् विषये चिन्ता नास्ति, एकाच् एव एकाच् एव स्वीकृतवन्तः. अस्तु, अनेकाच् चेत् किं भवति? अनेकाच् अनेकाच् सन्ति चेत् न भवति एव वा? चेत् भवति भगिनि, अनेकाच् सन्ति चेत् सर्वे सेटः एव वा? सर्वे वा? अत्र अपवादाः सन्ति वा? सर्वे सेटः भवन्ति खलु, सर्वे सेटः, सर्वे सेटः, तत्र अपवादः किमपि नास्ति, वेट् इति किमपि नास्ति. ओ, तत्र सम्यक्, एतत्तु सम्यक् एव, स्वल्पमेव खलु, धातुद्वयमेव अस्ति, चिरि जिरि. दरिद्र इति अस्ति खलु, तत् दरिद्रा जागृ दरिद्रा चकास् तत् सर्वम् जागृ दरिद्र दरिद्रस्य स्वल्पमेव, ऐ थिङ्क् लैक् एय्ट् आर् टेन् धातुस् आर् सम्थिङ्ग्. अन्त्यः आकारान्तः इति द्रष्टव्यं, धातु ईकारान्त. दरिद्रा दरिद्रा अनन्तरं किम्? एक एव वा? जागृ भगिनि, जागृ चकास् चकास् दीदि देवी दीदि दीदि देवी दीदि देवी टा देवी देवी देवी एकः एव सेट् अनेकाच् आकारान्तः दरिद्रा, केवलं दरिद्रा. सम्यक् अस्तु भगिनि द्वितीयबिन्दुः पठतु एकाच् इकारान्तधातु एकाच् इकारान्तधातवः अत्र श्री श्वी इति द्वौ सेटौ आम् श्री श्वी श्री सेट् इत्यनेन तास् लुट् प्रत्यय श्रयिता श्रयिता भवति तुमुन् प्रत्ययः श्रयितुं श्रयितुं तव्यत् तव्यत् प्रत्ययः श्रयितव्यं श्रयिष्यति सो श्री अण्ड् देन् श्रयित श्री श्रयिता श्रयिता सो हौ डिड् बिकम् ई यकार श्री श्रयिता ओके तास् लुप्त तास् इति प्रत्ययः श्री धातु श्रीयोगः तास् श्री अण्ड् देन् ओके इकार ओके सेट् तास् हौ डिड् इडागमः आगच्छति श्रीयोगः इडागमः योगः तास् अनन्तरं तत्र श्रे श्रे ओके श्रे इति भवति अनन्तरं गीता सो एकारस्य स्थाने अकार यकार ओ श्रयिता एचोयवायावः अकार यकार सो श्रयिता श्रयिता ओके तुमुन् श्रयितुं तुमुन् अपि ओके तास् तास् इति आम् तास् इति लुट् प्रत्ययः इत्यनेन अत्र गुणः वा विकरणप्रत्ययः इत्यनेन ओके सार्वधातुक वा लुट् न सार्वधातुक न भवति किल लुट् आर्धधातुक आर्धधातुक दट्स् वै द इड् इकार किम् आर्धधातुकस्य इड् बलादेः सो सो सार्वधातुक अर्धधातुकयोः इत्यनेन एव गुणः ओके सम्यक् सम्यक् तदेव सो ओके श्रयितुम् अपि ओके तथा एव श्रयितुं श्रयितव्यं गुणानन्तरम् एचो अयवायावः श्रयितव्यं श्रयिष्यति ओके श्रयिष्यते ओके सो ओके श्रयिष्यते लृट् स्य इत्यनेन श्रयिष्यति श्रयिष्यते अनन्तरम् अश्रयिष्यत् स्य स्यत् अलृङ् अलृङ् इत्यनेन अण्ड् देन् श्रयिष्यत् तकारः अपि न श्रयिष्यत उभयपति लुक्स् लैक् उभयपति धातुः धातुः उभयपति आम् And then shvi api shvaita okay tata eva shvi shve shvai shvaita shvaitim shvaitavyam shvaiyati ashvaiyat ashvaiyat ashvaiyat shvaiyat ring astu सो लृङ्ग् कण्डिशनल् इत्यनेन ओके गतिवृद्धयोः गतिवृद्ध इति धातुः तत्र टु ओ इत्यस्य संज्ञा भूत्वा अश्वि इत्येव अवशिष्यते गतिवृद्ध्योः टु गो टु इन्क्रीस् टु ग्रो टु स्वेल् इति श्वी श्वयति इति रूपम् ओ श्वी टु स्वेल् ओके श्वी श्व श्वयति श्वयति अस्तु भगिनि अतः तत्र श्री श्वी इत्येव भुवादिगणीयधातुद्वयं तत्र यदा वयं पश्यामः अन्ये धातवः अपि सन्ति परन्तु ते तु चुरादिगणीयः अतः अस्मिन् गणनायां तेषाम् अन्तर्भावः नास्ति क्रयादिपर्यन्तमेव स्वीकृतवन्तः चुरादौ तु अनेकाच् भवति इति एवं वा सम्यक् एव वा मी इति धातुः चुरादिगणीयधातुः, तदपि सेट् एव अस्ति, परन्तु अस्मिन् गणनायां तत् न आगच्छति. चुरादिगणीयः न स्वीकृतवन्तः. सर्वे सेटः भवति खलु, सर्वे सेटः इति कारणेन. अतः धातुद्वयमेव. आम्, तत्र वयम् एकं अनिट् धातुः स्वीकृत्य पश्यामः ईकारान्तेषु तत्र कथम् आगच्छति इति. अतः ईकारान्तेषु धातुद्वयं विहाय सर्वे अनिटः. श्वी श्री इति धातुद्वयं विहाय सर्वे अनिटः. एकाच् अनन्तरं नेट् किल एकविंशति श्री डि ओ दीर्घयिकर. ओके, श्री श्री श्री इति सेट्. अन्ये सर्वे एकाच् दातवः अनिट्. अतः एकं स्वीकुर्मः. प्रायः अरुणा भगिनी वदति वा जी इति धातुः. जी जये धातुः अनिट्. अहं पूर्वमेव धातु एकाच् धातु अश्वैकार अनिट् सामान्यतया अजन्तदातुः अनिटः केवलं चतुर्विंशति धातवः एव सेटः. जि धातु पृच्छ् अस्ति चेत् जेता भवति गुणः भवति आदुदातुक सर्वदापि आदुदातुकयोः इत्यनेन जेतुं तदेव जेतव्यं जेष्यति अजेष्यत् अत्र यदागमः नास्ति. स्य इत्यत्र किं भवति झ जि धातु जेष्यति. सत्यं जेष्यति जेष्यति जेष्यति. अनन्तरम् इतोपि एकं रूपं किम् अजेष्यत् अजेष्यत् मृङ्ग् तदेव जि धातुः. एकाचि एकारान्तदातवः अत्र षीङ् डेङ् इति द्वौ सेतौ. सि सयिता सयितुं सयितव्यं सयिष्यते आशयिष्यत आशयिष्यत. डेङ् दयिता दयितुं दयितव्यं दयिष्यते अडि अदयिष्यत अदयिष्यत अदयिष्यत. अत्र प्रसिद्धः एव किल सिङ्ग् धातु आत्मनेपदी अस्ति अटादिगण आत्मनेपदी. डिङ् अति भुवादिगणे एव. अन्य डिङ् अस्ति भगिनि अत्र विहायस्य विहायसागतौ. दयते डय दीयते इति द्वयम्. एकं द्विवादौ एकं भुवादौ विहायसगतौ. अर्थः समानः, रूपभेदः अस्ति. ईकारान्तधातुः भगिनि यद् अन्य शीङ् डिङ् विहाय सर्वे दीर्घ एकारान्त दातव एकाधिकादातर अनितः. उदाहरणमत्र नि दातुगित्तं नेता तृच् नेतुं तुमुन् नेतव्यं तव्य नेष्यति स्याप्रत्ययः अन्येष्यत् इति ऋङ्कारः. इतोपि एकं स्वीकुर्मः एकनिमिषं. तत्र फिल्टर् सेट् अन्ये एकाच् ईकारान्तः किल भी धातुः वा भी भये भी धातु भी भीति भी धातुः भी षी ढी ली मी प्री इति आगच्छत्. प्रीति चुरादिगणीया. क्षम्यतां, किं फिल्टर् स्थापितवती अहम् इदानीम्. एका चैव किल सेट् धातु अनिट् इति स्वीकरणीयं शब्दम् अनिट् आम् बि धातुः समीचीनं भगिनी वदतु बि इति धातुः बि बै धि धि धेता भवति धेतुं धेतव्यं देष्यति अदेष्यत् वेष्यति अभेष्यत् बि एव किल अभेष्यत् इति भवति समीचीनं भगिनि तदपि सम्यक् नीगयं कृतवन्तः इतोपि एकं स्वीकुर्मः जुहोत्यादिगणीयः जिह्रेति तद् वदति वा भगिनि ह्री ह्रेता श्रेतव्यं श्रेष्यति अशेष्यत् अशेष्यत् लुङ् लृङ् एव किल नास् लुङ् न लृङ् समीचीनमेव अह्रेष्यत् अह्रेष्यद् समीचीनं सम्यक् एव सम्यक् रीह्रे एव भवति सम्यक् समीचीनं धन्यवादः भगिनि धन्यवादः आम् महोदय भवान् उकारान्तः करोति वा उकारान्तः यूरुणु स्नु स्नु यूरुणु स्नु क्षु स्नु इति षड्धातवः सन्ति यु यविता यवितुं यवितव्यं यविष्यति अयविष्यत् इति तत्र निडागमः भवति रु इति उकारान्तदातुः अस्ति रविता रवितुं रवितव्यं रविष्यति अरविष्यत् नु नविता नवितुं नवितव्यं नविष्यति अनविष्यत् स्नु स्नविता स्नवितुं स्नवितव्यं स्नविष्यति अस्नविष्यत् इति भवति क्षु क्षविता क्षवितुं क्षवितव्यं क्षविष्यति अक्षविष्यत् तथैव क्ष्णु इति स्नविता स्नवितुं स्नवितव्यं स्नविष्यति अक्ष्णविष्यत् यु इति मिश्रीकरणे इति अस्ति यौति तत्र उकारान्त अदादिगणीयः किल अदादिगणे तत् वृद्धिः भवति खलु तत्र उतो वृद्धिर्लुकि हलि आम् सत्यम् उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः यु शप्ति यूति यौति यौति यौति रु रौति तत् प्रसिद्धरूपं किल नौति इति आमाम् क्षुति तेजने स्नौति तीक्ष्णं करोति क्षु इति टु स्नीस् टु काफ् इति अर्थे क्षु अक्षि तत्र शब्दस्य अनुसारेण प्रायः नाम सत्यं क्षौति क्षु क्षौति आम् स्नु स्नु स्नौति स्नौति तदपि प्रसिद्धमेव स्नौति सर्वे अदादयः सर्वे अदादयः आम् अदादिगणीयः एव सर्वे ओ सम्यक् एते सर्वे सेटः इदानीं तत्र अनिट् पश्यामः चेत् अष्ट सेट् दातवः उकारान्तेषु अनिट् पञ्चत्रिंशत् उकारान्तेषु षड् एव खलु तत्र न षड् सेट् अष्ट इति किमर्थम् अत्र दत्तमस्ति इत्युक्ते चुरादिगणीयः द्वौ अपि स्वीकृतवन्तः षड् एव सेट् अनिट् स्वीकुर्मः चेत् पञ्चत्रिंशत् अनिट् एकात् सर्वे अन्ये सर्वे अनिट महोदय एकं करोतु तत्र श्रुश्रवणे श्रुश्रवणे श्रोता तत्र श्रोता श्रोतुं श्रोतव्यं श्रोष्यति अश्रोष्यत् इति भवति अश्रोष्यत् सम्यक् तत्र तदपि इतोपि एकं स्वीकुर्मः प्रसिद्धः भवान् एव स्वीकरोतु महोदय हू इति अस्ति अत्र होता होता होतव्यं होता होष्यति अहोष्यत् जुहोति तदेव किल प्राय होता इति तदेव होता सम्यक् हवनम् अतः षड् उकारान्तदातवः सेटः अन्ये अवशिष्टाः अनिटः ईकारान्तेषु द्वौ ईकारान्तेषु द्वौ सेटौ आकारान्तेषु सर्वे अनिटः होता तु दत्तमस्ति सम्यक् अस्तु भगिनी उषा भगिनी ऊकारान्तः प्रतिनिधिः प्रतिनिधिः इति दत्तवन्तः किल एकाच् ऊकारान्तदातवः सर्वे एकाच् ऊकारान्ताः दातवः सेटः सो यथा भू इति भविता ओके भविता भविता भवितुं भवितव्यं भविष्यति अभविष्यत् ओके तास् तुमुन् तास् तुमुन् तव्य लृट् देन् लृङ् षोडशदातवः एव सन्ति ऊकारान्ताः ओ अस्तु सर्वे सेटः एकस्मिन्नेव गणे अस्ति वा न भिन्नेषु गणेषु अस्ति भ्रू धातुः वदति वा भगिनी भ्रू वक्तायां वाचि भ्रू इति ओ ओ भ्रू भ्रू इति भ्रूत ओके भ्रू दात सेट् सेट् ओ सेट् भ्रू अण्ड् देन् योगः ई योगः ता देन् देन् भ्रू देन् देन् गुणा अपि भवति ब्रविता ओके ब्रविता इति भवति ब्रविता ब्रवितुं ब्रवितव्यं ब्रविष्यति अब्रविष्यत् अब्रविष्यत् परन्तु अत्र ब्रू किमत्रं न स्वीकृतवन्तः अवक्ष्यत् अवक्ष्यत् इति एव अवक्ष्यत् ब्रू वच् आर्धधातुकस्य कृते धातु आर्धधातुक ओके ओके तत्र आदेशः अतः यदा आदेशः भवति तत्र इडागमः न भवति वा न चकारन्त वचि सम्यक् चिन्ता अस्तु अस्तु देन् वक्ता देन् वक्तुं वक्ता वक्तुं वक्तुं देन् देन् वच् देन् तव्य ओके वक्तव्यं वक्तव्यं चोहोकुः वक्तव्यं देन् वच् वक्ष्यति वक्ष्यति वक्ष्यति अवक्ष्यत् अवक्ष्यत् सम्यक् ब्रुवोवचि ब्रुवोवचि एकं सामान्यं स्वीकुर्मः अहं जस्ट् लैक् देट् ऐ नु नुस्तवने नुवतवने ओके आं नुवति नु ओके टु प्रेस् रैट् खलु स्तवने ओके नविता सो नविता देर् नु सो नो नव् नो अण्ड् देन् अव् नविता सो नुविता नु खलु भगिनि नु ऊकारान्त धातु ऊकारान्तः सो नविता रे नु नविता तत्र किमपि कार्यं भवति किमपि कार्यम् इति न वयं जानीमः एव नु इट् आर्धधातुकस्य इट् वलादेः तास् प्रत्ययः किल तत्र अस्माकं नु योगः इट् तत्र अचिष्णु धातु ब्रुवाम् इत्यस्य कार्यं युवोरियङ्गु अङ्गौ अनेन नुव् इ तास् नुविता इति रूपम् गुणः न भवति गुणः न भवति अत्र अत्र तु तास् प्रत्यय गुण आर्धधातुकप्रत्ययः अस्ति खलु आर्धधातुकप्रत्ययः एव कित् नास्ति न न न तत्र अत्र न भवति बट् अचिष्णुधातु ब्रुवम् अजन्तप्रत्यय कृते एव गुण न न तत्र ओ इति इत्यनेन ओ इट् अस्ति इत्यनेन अजन्तप्रत्यय इत्यनेन अचिष्णुधातु ब्रुवम् ओके इट् प्रत्ययः मध्ये आगतम् इदानीम् आर्धधातुकस्य इड् वलादेः इत्यनेन इट् आगतं नु योगः इट् योगः तास् तत्र अचिष इट् अचि इकारः अचि श्नु धातु ब्रुवाम् भवति तत् किमर्थमिति चिन्तनीयं परन्तु न भवति अचिष्णुतादि ब्रुवामेव नुविता नुवितुं नुवितव्यं नुविष्यति अनुविष्यत् अनुविष्यत् भगवान् भगवान्स् प्रेस् हेव् टु बि सेड् अनुविष्यत् अनुविष्यत् सर्वत्र तद् अचिष्णु दातु भवाम् इत्यस्य एव कार्यम् सास् प्रत्ययः वयं कृतवन्तः वा न किल ऋक् लकारः कृतवन्तः एव किलो खलु न वा कृतवन्तः प्रायः न आर्धधातुक इडागम इडानुकूलप्रत्ययः तु वयं न कृतवन्तः किल अतः न अग्रे आगच्छति अतः एव किमर्थं तत्र यदा महोदयेन पृष्टं किमर्थम् अत्र न गुणः भवति इति द्रष्टव्य मध्ये ईकारः अस्ति खलु ईकारः अस्ति ईकारः अस्ति सो अचि अचि इत्यनेन अपि प्रत्यय इति इत्यनेन वा अपित् ऐ मीन् आर्धधातुक रैट् अपित् इति नास्ति खलु सार्वधातुकम् अपित् एव नीतवत् एतत्तु आर्धधातुक सो प्रत्यय खलु तत्र दास् प्रत्यय दास् किमर्थं न भवति न न तत्र अन्यत् बाधकसूत्रमिति इति अपि किमपि न उक्तम् न अहमपि न जानामि किमर्थं द्रष्टव्यम् इडागमात् पूर्वमेव सार्वधातुक अर्धधातुकयोः न भवितुम् अर्हति वा इडागमः 7-2 एव नो योगः टिप् तस्मिन्नेव समये तत्र तास् भवति खलु तत्र मध्ये एव भवति तत्र लकारस्य सामान्यतः लकारस्य भवति खलु आम् नूतास्ति इति स्यातसि लृलुटोः स्यतासि लृलुटोः लृटोः इत्यनेन सत्यं परन्तु तत्र बाधा किमर्थम् न जानामि अहमपि न जानामि पश्यामः अग्रे आगच्छति किल तत्र तद् सर्वत्र प्रायः एक भवेत् तत्र ऊकारान्त धू धातु अपि धुविता एव खलु तत्र धू धातु दीर्घ ऊकारान्त धू अपि तादृश एव गुणः न भवति प्रायः सूत्रं किमपि स्यात् धू धातु धू इति दीर्घ ऊकारान्त तत्रापि गुणः न सत्यं प्रायः सर्वत्र भू इति अपि भविता इत्येव अस्ति न भू भविता न तु भूविता सत्यं न भविता तद् अस्ति तत्र भवति तद् तत्र समीचीनम् एतद् कस्मिन् गणे अस्ति द्विवादौ वा परन्तु गणचिन्तनं तु न आवश्यकं किल कम्पने कम्पने धूयि कम्पने इति धुनाति धूयि कम्पने धू इति दातु अस्ति आम् अस्ति कम्पने आम् तत्रापि भुविता इत्येव अस्ति भविता इत्यस्य कृते अपि तत्र भूधातोः विषये किं भगिनि तत्रापि न भवति किल गुणः न भवति कारणं तत्र एतत् अन्यदस्ति तत्र नवमगणे अस्ति खलु तत्र तत्र इडागमः तत्र गुणः भवति धविता इति भवति धो इति भवति धविता ओ भव अत्र सार्वधातुक अर्धधातुकयोः भवति भगिनि भूधातोः भूधातोः सार्वधातुक अर्धधातुकयोः भविता ओके धू धातोः अपि धविता इति भवति धू धातोः धविता इति धविता परन्तु समीचीनम् एतद् किमर्थं भू धातुः किमर्थं न भवति भू धातोः भवति प्रतिनिधिः इत्येव उक्तम् इति अस्ति सो इति पेट सकर्मक परस्मैपदी पुदादि नो नविता देन् शुड् बि नविता ओके बट् लूदातोपि तत्र अस्ति गुणः अस्ति लू लविता तत्र सुदादिगणे इति कारणेन न भवति वा किमर्थम् इत्युक्ते लट्लकारे न सुदादिगणे अस्ति चेत् तत्र भवति खलु सार्धात्मके खलु शप्रत्ययगणे अस्ति परन्तु लोट्लकार अर्धात्मकप्रत्यय अस्ति खलु अर्धात्मकप्रत्ययः न भवति खलु शप्रत्यय नागच्छति दोषाय दत्तवन्तः वा रूपं न न शकार न शाप्रत्ययः न भवति खलु न तद् सत्यं नुविता इत्येव वा अथवा किमपि अन्यत् रूपं तदेव अस्ति अत्र तदेव अस्ति भू इत्यत्र भवति भू इत्यस्य कृते गुणः अस्ति भूविता इति नास्ति भविता एव नु इति नविता भवति नविता किमर्थं नास्ति अन्यत्र कुत्रापि अपि अग्रिमे एतौ द्वौ एव नु अपि धू एतयोः एव तत्र गुणः न भवति आमाम् अन्यत्र भवति सर्वत्र धू इति धातु तत्र त्रिदधिगणे धातु अस्ति धवि धुविता इति भवति सुदधिगणे एव प्रायः न जानाति किमपि निषेधसूत्रमस्ति वा इति द्रष्टव्यं महोदय एतत् वयमपि सम्यक् अन्यत्र सर्वत्र भवति गुणः भवति त्रयादिगणे अपि भवति वा पू पवने इति धातुः भवति आमां भवति एव पू पविता पू पविता सम्यक् आमां सम्यक् एव धुनाति धू धविता इति सर्वत्र भवति. आम् भवति एव. अतः धातुद्वयं किञ्चित् विशेषदातवः इति चिन्तयामि. अहं लिखित्वा स्थापयामि, अन्यत्र कुत्रचित् द्रष्टव्यं. नू अण्ड् अपि धू धू इति सुधादिगणे दातु. धू इति धू इति क्रयादिगणे दातु अपि अस्ति, तत्र भवति गुणः. धातुद्वयस्य किमपि वैशिष्ट्यं भवेत् द्रष्टव्यं. सम्यक् अस्तु. भगिनी भगिन्या उकारान्तः कृतं किल. अरुणा भगिनी ऋकारान्तः. आं भगिनि, एका चुरुकारान्तदातवः अत्र वृङ् वृङ् इति दौ सेत वृङ् इडागम अस्ति कृत्वा वरिता प्रथमगुणः भवति, तदनन्तरं वरिता भवति. वरितुं वरितव्यं वरिष्यते अवरिष्यत, तदेव वृङ् अपि रूपं समानमेव. वरिता वरितुं वरितव्यं वरिष्यति अपयपदि वरिष्यते अवरिष्यत् अवरिष्यत इति रूपद्वयमस्ति. अग्रे भगिनि वृङ् किं भगिनि? अग्रे ऋङ् इत्यस्य विषये किमपि दत्तं किल. सेट एकनिमिषम् अहं तत्र अनिट् अनिटः के इति एकवारं पश्यामः. ऋकारान्तः स्मृ दातु करोति वा भगिनि? अत्र एव दत्तं वा? स्मृ न दत्तम्. आं स्मृ दातु करोति वा? अनिट् अस्ति ृ दातु भगिनि. स्मृ स्मरति स्मृ स्मृ ओके स्मृ स्मरिता क्षम्यता अनिट् अस्ति स्मर्ता स्मर्ता स्मर्तुं स्मर्तव्यं स्मर् स्मरिष्यते आत्मनेपदं युद्ध परस्मैपदं भगिनि वरिष्यति परस्मैपदं स्मर्शति स्मरिष्यत नो ई कार न आगच्छति अस्मरिष्यत स्मरिष्यति इत्येव रूपं दत्तं किल अत्र लृट् लकारेषु. यद्यपि तत्र अनिट् इति स्मृ धातुः अनिट् इति दत्तं, परन्तु तत्र विशेषसूत्रेण इडागमः भवति. ऋद्धनोः स्ये अग्रे आगच्छति इति अत्र अग्रे सूत्रम् अस्ति. ऋद्धनोः अतः तत्र इडागमः भवति. स्मृ स्याति स्यतासि लृल्लटोः ऋद्धनोः स्ये इत्यनेन इडागमः. स्मृ इट् स्याति अनन्तरं सार्वधातुक अर्धधातुकयोः स्मर स्मर् इ स्याति अनन्तरं आदेशप्रत्ययोः स्मरिष्यति इति रूपं स्मरिष्यति स्मरिता रूपद्वयम् अस्ति. न न एकमेव तत्र स्या एव खलु स्या एव तत्र स्या एव अन्यत् अन्यत्र न भवति. ओ अन्यत् अन्यत्रोः अन्यत्र परन्तु स्मरिष्यति स्मरिता स्मरिता इति भवति. सास् तत्रापि अस्ति वा स्मरिता इति रूपं दत्तं, परन्तु अर्धधातुकस्य ईड् वलादेः अनेन इट् भवति स्मरिता इति अत्र प्रदर्शितं, परन्तु किमर्थं भवति इति न. स्मरिता स्मर्ता इति नुद्धनोः स्मरिता सूत्रं पश्यामः एकवारं. 70 वृत्तनोः ऋकारान्तानां धातूनाम् अन्तेश्च स्य इडागमो भवति. स्य इत्यस्य एव इडागमः किल, करिष्यति हरिष्यति हनिष्यति इति. परन्तु तत्र किमर्थं स्मरिता इति दत्तम्? स्मर्तुम् इति समयः. स्मरिता किमर्थम्? स्मारितः तदपि अस्ति, तद् इष्टरूपं किल, निजन्ते खलु अत्र भवति एव. तत्र अनेकाच स्मारिता, स्मृ इति एका चेव अनिट्, परन्तु स्मरिता इति किमर्थम्? तत्र किमपि बहु किमपि तत्र चिन्तनीयविषयः. तस्य डेफिनेट् रूल्स् इति किमपि नास्ति प्रायः. स्मरिष्यति इत्यस्य उत्तरं प्राप्तम्, किमर्थम् अत्र न भवति स्मरिष्यत् इत्येव? अत्रापि स्या इति तत्रापि समीचीनं, तदेव धन् इति हन् हन् दकारः भवति. पूर्वसूत्रं किम्? नास्ति पूर्वसूत्रमपि किमपि नास्ति. शनि अङ्गस्य अञ्जेः स्ये किमर्थं भवति न जानामि. स्मरिता अस्तु तत्र तत्र ऋतो भारद्वाजस्य इत्यनेन ऋतः भारद्वाजस्य वलादेः इट् इत् तासि नित्यं किमस्ति तत्र ऋकारान्तदातोः भरद्वाजस्य मतेन तासु इव नित्यं नित्य अनिट् इडागमः न भवति किमपि स्मर्तास्मत् एकनिमिष तेन इडागमः न भवति तत् पूर्वमेव भवेत् ऋतो भरद्वाजस्य इत्यनेन तत्र इडागमः न भवति इति अस्ति स्मर्त इति दत्तं तर्हि तत्र पूर्वं भवेत् किमपि सूत्रं भवेत् तत् पूर्वं स्मृ तत्र 8-7-63 अस्ति खलु तत्र इडागमनिषेधः अस्ति ऋकारान्तात् धातोः भारद्वाजस्य आचार्यस्य मतेन भारद्वाजस्य नित्य अनिट् तलि इडागमः न भवति स्मर्त इति अस्ति तर्हि तत्र पुनः पूरं भवेत् अत्र एकविषयः स्मरिता इति रूपं दोषाय वा न तत्र न भारद्वाजस्य इत्युक्ते विकल्पं भवति भारद्वाजस्य मध्ये एकम् अस्ति परन्तु तत्र अन्यद् अस्ति वा केन मतेन आगच्छति भरद्वाजस्य कृते आम् नित्यार्ता वृत्त एव भारद्वाजस्य अन्येषां धातूनां पश्यामः. 8-7-63 अत्र कुत्रचित् अस्ति वा इति द्रष्टव्यम्. अस्तु इतोपि किञ्चित् एव अवशिष्टं किल अत्र. आम् अरुणा भगिनी तत् समापयति वा? अत्र विशेषः इत्यनेन ऋकारान्ताः धातवः हन् धातुः च स्याप्रत्यये एतः भवन्ति. ओ विशेष ओके ऋकारान्तदातवः अन्धातु अपि या प्रत्ययपरे सेट् भवन्ति. सर्वे सर्वे ऋकारान्त ऋकारान्तदातवः ऋकारान्त ह्रस्वऋकार एव अन्धातु इतः एव करिष्यति अकरिष्यत् इति रूपम् ऋकारान्तः सर्वे स्या प्रत्यये परे सेटः भवन्ति. स्या इत्येव दत्तम् अत्र. धन्यवादः भगिनि. महोदय ऋकारान्तः एकाश दीर्घ सर्वे ऋकारान्त ऋकारान्तः इतोपि एकं स्वीकुर्मः सः अनिट् न भवति ऋकारान्तः. अष्टविंशति इदानीं किं कृतवन्तः धातुः कः आसीत् ऋतरणे. अन्यत् किमपि स्वीकरोतु महोदय. निगरणे सुदादिः गिलति गिलति गृ अस्तु गृ खलु तत्र गृ गर्वि भवति गरिता गरितुं गरिता भवति वा तदेव द्रष्टव्यम् गृ भवति भवति गरिता गरीता गलिता गलीता तत्र एकं सूत्रम् आम् सत्यं तत्र निगरण लकारः भवति खलु. आम् अचिविभाषा बहुपूर्वं पठितवन्तः गर् रेपस्य स्थाने लकारः आदेशः अचिविभाषा 8-21 गलिता अत्र दीर्घमपि भवति धृतो वा तद् पठितवन्तः वा अहं न स्मरामि. वृतो वा इति सूत्रेण तत्र दीर्घमपि भवति गरिता गरीता गलिता गलीता इति गलितुं गलितव्यं गलिष्यति. अतः ऋकारः तु प्रतिनिधिः एव अस्ति. अत्र गरि किमस्ति ऋङ्लकारेषु क्षम्य तत् अन्ते जलां जश्वन्ते भवति अतः षड् न अष्टरूपाणि समीचीनम्. अतः ऋकारान्तेषु तुदादिगणे प्रायः क्लेशः नास्ति. अन्येषु गणेषु अस्ति वा न जानामि परन्तु तुदादिगणे तु क्लेशः नास्ति. सर्वे सेटः अस्तु. एकात् ऋकारान्तः सर्वे सेटः अस्तु. महोदय एजन्तः अपि पठति वा. आकारः भवति ज्ञातुं आकारः भवति महोदय. भवतः ध्वनिः गतं ध्वनि श्रूयते वा. इदानीं समीचीनं खलु एजन्तस्य आत्मं भवति खलु उपदेशे तत्र आत्मं केन भवति तत्र सूत्रं किम् आदेश उपदेशेषु आदेश उपदेशति खलु सत्यम् येन एतत् आकारं न भवति तर्हि तर्हि सर्वे आकारं ददातु झै इति अस्ति चेत् झै दातु जै ध्या इति भवति गै गै वा गै गै गै गै गै गाता गातु गातव्यं गास्यति अगास्यत् गाता एव गास्यति आम् गास्यत् समीचीनम् अतः तत्र यत् भव्या भगिन्याः अपि तत्र एक्सेल् शीट् मध्ये तदेव अस्ति एकवारं तद् दृष्ट्वा समापयामः उषा भगिनी तद् उद्घाटयति वा तद् एक्सेल् शीट् आं भगिनि धातुः औपदेशिकधातुः तास् ओके सो अकारान्तधातुः नास्ति आकारान्तधातुः सो इड् व्यवस्था ओके सो इकारान्तधातुः श्री अपि च श्वी श्री इति श्रीं सेवायां वादिगणः श्रयति अपि च श्रयते सो ओके उभयपति श्रयिता श्रयितुं श्रयितव्यं श्रयिष्यति श्रयिष्यते अश्रयिष्यत् अश्रयिष्यत अश्वी दिस् इस् मच् ईजियर् बिकास् हियर् द धातु इट्सेल्फ् इस् गिवन् डुओश्वी टुओश्वी इति ओके गति वृद्धयोः भुवादिगण ओके श्वयिता श्वयितुं इकारान्त धातुः द्वयोः एव ओके सेट् ओके श्वयिष्यति अश्वयिष्यत् ओके अस्तु ईकारान्तधातुः अपि शीङ् स्वप्ने अपि च डीङ् विहायसा गतौ शीङ् स्वप्ने अदादिगण आत्मनेपति शेते इति लट् रूपं सो शयिता शयितुं शयितव्यं शयिष्यते अशयिष्यत अशयिष्यत सुशी डीङ् डीङ् इति दयिता दयितुं दयितव्यं दयिष्यते अदयिष्यत सो ईकारान्तधातु ईकारान्तधातु अपि द्वयोः एव इडाग्मः भवति अन्ये धातवः अनित् ओके उकारान्तधातु यु रु नु स्नु शु स्नु ओके ओ ताता एव महोदय वसेङ्ग् स्नु शु श्नु ओके त्रयोः धातु संयुक्ताक्षराणि ओके यु मिश्रणे अमिश्रणे च यविता यवितुं यवितव्यं यविष्यति अयविष्यत् रु शब्दे रविता रवितुं रवितव्यं रविष्यति अरविष्यत् सो रु रविता ओके सो तदपि अत्रापि गुणा एव रु शब्दे बिकास् वन्स् वि सी द वर्ड् रवि भगिनी वि ओन्लि थिङ्क् आफ् सन् शब्द रवः इत्युक्ते शब्दः इत्येव तत्र यदा पण्डितः वाक्य संस्कृतज्ञः वर्गं नयति ते पृच्छन्ति रवः श्रूयते वा रवः श्रूयते मम रवः श्रूयते रवः इत्युक्ते किम् इति रव इत्युक्ते शब्दः एव शब्दः श्रूयते वा इति न वदन्ति रवः श्रूयते वा इत्येव वदन्ति किमर्थं शब्द इति they don't want to say the sound पाण्डित्यम् ओ अस्तु ओके मोर् वोकाबुलरी रैट् रैट् ओके अस्तु सो उकार अन्त दत्तु नु नविता ओके नविता नवितुं नविश् नवितव्यं नविष्यति अनविष्यत् ह्रस्वस्य तु भवति एव किल नविता इति दीर्घस्य किमर्थं न भवति इति द्रष्टुं नु स्तुतौ इत्यत्र तु नविता इत्येव नु विदिड् तत्र किमर्थं केन प्रक्रिया स्नु इति स्नु प्रस्रवणे प्रस्रवणे इति टु शेव् आर् वाट् इस् देट् भगिनि स्नौति स्नु स्ना जस्ट् स्नाति किल स्नाति एव ओके नो बट् ओके स्नु वा स्ना वा स्नु स्नु स्नौति स्नाति न स्नौति इति किल स्नौति ऐ थिङ्क् दट्स् टु शेव् टु दट्स् वाट् महोदय वास् मीनिङ्ग् ऐ टाट् वेन् हि वास् ओके स्नु प्रस्रवणे प्रस्रवणे प्रस्रवणे स्नविता टु ऊस् टु ड्रिप् ओ श्रवणं श्रवति ओके टु ऊस् टु ड्रिप् ओके स्नविता because I remember reading it in Ramayana. Snavita, maybe that is Snavita. I don't know, something like that. Navita, Snavita, I thought it's... in the Patabhisheka thing, it comes in. to clean up the Rama's beard and all that. Navita, okay. To use, to drip, okay. Navita, Navitum, Navitavyam, Navishyati, Anavishyati, okay. स्नु ओके स्नविता स्नवितुं दट्स् वेर् ओके प्रश्रवणे शु शविता दिस् इस् आल्सो शब्दे शु ओके अण्ड् श्नु इस् द तेजन् तेजने इत्युक्ते किं तेजने तु शैनेव श्नु तेजने श्नु नविता नविता नवितुम् ओके क्ष्णवितव्यं क्ष्णविष्यति अक्ष्ण अक्ष्णविष्यत् ओके ऊकारान्त भूधातु ओके भूधातु ओके प्रतिनिधिः एव सर्वे ऊकारान्तदातवः सेट् एव ओके ऋकारान्तदातवः व्रिङ् व्रिञ्च् सम्भक्तौ व्रिङ् सम्भक्तौ व्रिङ् वरणे वरणे टु चूस् सम्भक्तौ इत्युक्ते किं त्रयादिगणे त्रयादिगणे वरिता वरितुं तदपि लुक्स् लैक् टु चूस् वरिता वरितु वरितव्यं श्नु शु श्नु तेजने इति दत्तं तेजने तेजने इत्युक्ते प्रायः औपदेशिकधातुः भिन्नः भवेत् किम् अस्ति स्नु स्नु पश्यामि स्नु तेजने टु वेट् टु शार्पन् ओ स्नौति स्नौति इति वदामः किल स्नौति शार्प इतोपि एकं पृष्टवती किल किम् आसीत् ब्रिङ्ग् सम्भक्तौ सम्भक्तौ इत्युक्ते किं वर्णे वर्णे ओके टु चूस् ऐ थाट् ब्रिङ्ग् सम्भक्तौ सम्भक्तौ सम्भक्तौ ब्रिङ्ग् इति न आगच्छति वृवरणे वृवरणे इत्येव अस्ति इतोपि कस्मिन् गणे अस्ति तद् सम्भक्तो क्रयादिगणे भगिनि टु वर्षिप् ओके सम्भक्तौ सम्भक्तौ अस्तु वृणीते वरण वरणम् वरणम् चूस् लैक् स्वयंवरः स्वयंवरं स्वयंवरः वाट् ऐ वास् थिङ्किङ्ग् सो दट् ब्रिङ्ग् सम्भक्तौ इस् टु वर्षिप् ओके क्रयादिगणे वृणीते ऋकारान्तदातवः योगहस्य ऋद्धनोः स्ये इत्यनेन सो दट्स् वेर् चिन्त तत्र केवलं द्वौ एव सेट् अन्ये सर्वे अनितः वृङ् व्रैङ् वृङ् इत्येव ऋकारान्तेषु तु सर्वे सर्वे सेट् सेटः ऊकारान्त दीर्घ ऊकारान्त दीर्घ ऋकारान्त सर्वे सेट् ओके उकारान्त एव षड् धातवः सेट् सर् सेट् रेस्ट् आफ् द प्लानेट् इकारान्त ईकारान्त द्वयोः धातु एव ईच् सेट् अस्तु एच् एच् सर्वे अनिट् एव ध्याता ध्यातुं ध्यातव्यं ध्यास्यति ध्यास्यति अत्र अकारान्तः तु क्षम्यताम् अजन्तः तु किञ्चित् सम्यक् एव आसीत् हलन्तेषु बहु किमपि अस्ति प्रायः अग्रिमसप्ताहे वयं तत् पश्यामः तत्रापि कण्ठस्थीकरणम् इति उक्तवान् महोदयेन परन्तु अस्माकं ध्वनिमुद्रणम् इदानीं कार्यं न करोति किल आर्कैव्स् मध्ये क्लेशः इति कारणेन अतः अहं न श्रोतुं शक्नोमि किम् उक्तवान् इति बहु पूर्वं जातम् एषः पाठः each one to say vagini I'm getting a lot lakara with him so there we every class he has somebody to say ajanta dhatavah and then somebody chakaranta you know up to that then random dhatavah va kimapi abhyasa patram iti kimapi asti va kim bagini अभ्यासपत्रम् इति किमपि अस्ति वा इल राण्डम् दातवः वा न न भगिनी महोदय दत्तं भगिनि दत्तं वा करपत्रम् अभ्यासपत्रम् इति एकम् अस्ति अभ्यासपत्रम् अत्र हि गेव् ओन्लि साम्पल्स् यु नो डिफरेण्ट् डिफरेण्ट् दातुस् टु यु फिगर् इट् औट् वाट् इट् कुड् बि लैक् दट् पदव्यवस्था अभ्यासः इति 15A तद् वा I don't know my name. Shashyam. No, he gave like a... Atavaha Santi. Oh, Bahu Kishma. No, no, that's not one, Bhagani. Same when the Karapatram itself, like, it takes the first Thakara and the Shakta, like that. Then he gave the Pachidatu, the Pachcha, like that, each one. He gave a list. Formed. अस्तु वयम् अग्रिमसप्ताहे प्रथमम् अजन्तदातूनामेव किञ्चित् स्वीकृत्य पश्यामः अनन्तरं वयं हलन्तदातूनामपि आरम्भं कुर्मः किञ्चित् मन्दरूपेण एव गच्छामः अधिकलाभः भवतु एकवारमेव पठामः सम्यक् पठामः मम तद् आडियो नास्ति इति कारणेन किञ्चित् क्लेशः पश्यामः अस्तु अग्रिमसप्ताहे मिलामः धन्यवादः धन्यवादः